पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 52 शिवशर्मोवाच मङ्गले श्रूयतां वाक्यं यदि पृच्छसि साम्प्रतं यदर्थं हि त्वया पृष्ठं तन्निबोध वरानने इयं हि साम्प्रतं प्राप्ता वराही भिक्षुरूपिणी वसुदत्तस्य विप्रस्य सुदेयं चारुलोचने सुदेवान्नाम भद्रेयं मम जाया प्रिया सदा केनापि कारणेनैव देशं त्यक्त्वा समागता मम दुःखेन दग्धेयं वियोगेन वरानने मां ज्ञात्वा दुसमायादा भिक्षुरूपेण ते गृहम् एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितं कर्तव्यं न च सन्देह इच्छन्त्या मम सुप्रियम् भर्तुर्वाक्यं निशम्यैव मङ्गला पतिदेवता हर्षेण महदाविष्टा स्वयमेव सुमङ्गला स्नानाच्छादेन भोज्यं च मम चक्रे वरानने रत्नकाञ्चनयुक्तैश्चाभरणैश्च पतिव्रता अहं हि भूषिता भद्रे तयैव पदिकाम्यया तयाहं भूषिता देवि मानस्नानैश्च भोजनैः भर्त्रा सम्मानिता देवि जातं दुःखमनन्दकं ममोरसि महातीव्रं सर्वप्राणविनाशनम् तस्या मानो मयं दृष्टो दुःखमात्मगतं तथा चिन्ता मे दारुणा जादा यया प्राणा व्रजन्ति मे कदापि वचनं दत्तं न मया पापया शुभम् अस्यैव विप्रवर्यस्य आचारं त्याच दुष्कृतम् पादप्रक्षालनं नैव अङ्गसंवाहनं न हि एकान्तं न मया दत्तं तस्यैव हि महात्मनः सम्भाषां कथमस्यैव करिष्ये पापनिश्चया रात्रौ चैव तदा तत्र पतिता दुःखसागरे एवं हि चिन्तमानाया स्फुटितं हृदयं मम गदा प्राणास्तदा कायं परित्यज्य वरानने तत्र दूता समायादा धर्मराजस्य वै तदा वीराश्च दारुणा क्रूरा गदा चक्रासि धारिणः तैस्तु बद्धा महाभागे शृङ्खलैर्दृढबन्धनैः नीता यमपुरं तैस्तु रुद्रमाना सुदुःखिता मुद्गरैस्ताढ्यमानाहं दुर्गमार्गेण पीडिता भाष्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता दृष्टाहं यमराजेन सक्रोधेन महात्मना अङ्गारसञ्चये क्षिप्ता नरकसञ्चये लोकस्य पुरुषं कृत्वा अग्निना परितापितः ममोरसि समुत्क्षिप्तो निजभर्तुश्च वञ्चनाद नानापीडादिसन्तप्ता नरकाग्निप्रदापिता तैलद्रोण्यां परिक्षिप्ता करं भवालुकोपरि असिपत्रैश्च संच्छिन्ना जलमन्त्रेण वाहिता कूडशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना पूयशो निदविष्टायां पतिता कृमिसङ्कुले सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनन्दिनि पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना करपत्रैः पाडिताहं शक्तिभिस्ताडिता भृशम् अन्येष्वेव नरकेषु पातिता नृपनन्दिनि योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसङ्कटे धर्मराजेन तेनाहं नरकेषु निपातिता वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणं गदाहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गदा सकुक्कुटीं च मार्जारी माकुयोनिं गदाह्यहम् एवं योनिविशेषेषु पापयोनिषु तेन च क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु तेनैवाकं कृता भूमौ शुकरी नृपनन्दिनि तव हस्ते महाभागे सन्ति तीर्थान्यनेकशः तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि मम पापं गदं देवि प्रसादात् तव सुन्दरि तवैव तेजपुण्येन जातं ज्ञानं वरानने इदानीं मामुद्धरस्व पतितां नरकसङ्कटे यदा नोद्धरसे देवि पुनर्यास्यामि दारुणं नरकं च महाभागे त्राहि मां दुःखभागिनीं गदाहं पापभावेन दीनाहं च निराश्रया सुदेवोवाच किं कृतं हि मया भद्रे सुकृतं पुण्यसम्भवं येनाहमुद्धरे त्वां वै तन्मे त्वं वदसाम्प्रतं शूकर्युवाच अयं राजा महाभाग इक्ष्वागुर्मनुनन्दनः विष्णुरेष महाप्राज्ञो भवदी श्रीर्हि नान्यथा पतिव्रता महाभागा पतिव्रतपरायणा त्वं सदी सर्वदा भद्रे सर्वतीर्थमयी प्रिया देवि सर्वमयीं नित्यं सर्वदेवमयी सदा महापतिव्रता लोक एका त्वं नृपतेः प्रिया यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् एकस्य दिवसस्यापि पुण्यं देहि वरानने पदि शुश्रूषितस्यापि यदि मे पुरुषे प्रियं मम मातापिता त्वं वै त्वं मे गुरुः सनातनः अहं पापा दुराचारा असत्याज्ञानवर्जिता मामुद्धर महाभागे भीदाहं यमताडनैः सुकलोवाच एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा किं करोमि महाराज एषा किं वददे पशुः इक्ष्वागुरुवाच येनां दुःखां वराकीं वै पापयोनिं गदां शुभे समुद्धरस्वपुण्यैस्त्वं महश्रेयो भविष्यति एवमुक्ता वरा नारी सुदेवा चारुमङ्गला उवाचैकाब्धपुण्यं ते मया दत्तं वरानने एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणाद् रूपयौवनसम्पन्ना दिव्यमालाविभूषिता दिव्यदेहा च सम्भूता तेजोज्ज्वाला समावृता सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता सञ्जाता दिव्यरूपा सा दिव्यगन्धानुलेपना दिव्यं विमानमारूढा अन्तरिक्षं गदा सति तामुवाच ततो राज्ञी प्रणतानदकन्धरा स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि व्रजामि पादपान्मुक्ता स्वर्गं पुण्यतमं शुभम् प्रणम्यैवं गदा स्वर्गं सुदेवा शृणु सत्तम एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् इति श्री पद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणनाम द्विपञ्चाशत्तमोऽध्यायः ॐ